नमस्कारः. अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं. तर्हि वयं गतसप्ताहे शब्दः इति गुणः तस्य परिशीलनं कृत्वा अग्रे ज्ञानस्य विषयः इति आरब्धं कृतवन्तः. तत्र वयम् इदानीं गुणप्रसङ्गे स्मः. तर्हि शब्दस्य अनन्तरं ज्ञानं बुद्धिः इति गुणः, तस्य परिशीलनम् इदानीं प्रवर्तमानम् अस्ति. तर्हि इदानीं तत्र ज्ञानस्य प्रसङ्गे, तत्र ज्ञानं द्विविधं, यथार्थ अनुभवः अपि च अनुभवः स्मृतिः इति द्विविधम् इति दृष्टवन्तः. तत्र अनुभवस्य विषये यथार्थ अनुभवः, यथार्थ अनुभवः इति तत्र द्वैविध्यं, तदनन्तरं यथार्थ अनुभवस्यापि चातुर्विध्यम् इति कृत्वा तत्र सूचिकटाः न्यायेन, इत्युक्ते यत् यः कार्यं लघु अस्ति तस्य प्रथमं तस्य समापनं प्रथमं कृत्वा अनन्तरं बृहत् कार्यस्य आरम्भम् इति अस्ति सूचिकटाः न्यायः. इत्युक्ते तेन न्यायेन प्रथमं स्मृतिः इति विषयः आरब्धं कुर्मः इति एतावत्पर्यन्तं वयं प्राप्तवन्तः गतसप्ताहे. तर्हि अत्र कश्चन प्रश्नः अस्ति वा? कस्यचित् अपि प्रश्नः इति? अस्तु, तर्हि अग्रे सरेम. इदानीं स्मृतिः इति विषयः. तर्हि रामप्रिया भगिनी, भवती आरम्भं कर्तुम् इच्छति वा? आं भगिनि. व्यापारपदार्थः कः? प्रथमं लक्षणवाक्यं पठित्वा अग्रे सरेम. संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अत्र शुचिकटन्यायः इति दृष्टवन्तः. तत्र स्मृति इति लघुकार्यम् इति कृत्वा तस्य लक्षणवाक्यं प्रथमं संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. संस्कारः कारणमस्ति, कार्यं तु ज्ञानं कार्यमस्ति, तत् स्मृतिं जनयति. तत्र व्यापारपदार्थः कः? अनुभवजन्या स्मृतिहेतुर्भावना इति लक्षणेन मूलकृता उपरिष्टात् भावनाख्यः संस्कारः निरूप्यते. परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयम् इति भावनाख्यः संस्कारः आदौ निरूप्यते. नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः. तन्तु पुविन्धानां समवधाने पटः, चक्रकुलालकपालादीनां समवधाने कटः इत्येवं रीत्या तत् कार्यस्य नेता सामग्री भवति. एतान् च पटघटादि प्रतिकारणत्वं पूर्वम् उक्ताः. ये निकषाः तैः निर्धार्यते ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः, व्यतिरेकसहचारः इति पदाभ्यां निरूपिताः. अत्र अनुभवजन्या स्मृतिहेतु भावना इति मूलकृता इत्युक्ते लेखकः. तत्र किम् अस्ति? जन्या अनुभवेन जन्या भावना हेतुः अस्ति स्मृति जनयितुम्. अनुभवेन हा जन्या अस्ति भावना, अपि च स्मृतेः हेतुः इत्युक्ते स्मृतेः कारणम् अस्ति भावना इति. भगिनी लक्ष भगिनी एकनिमिष, अत्र उपरिष्टात् इति वदनेन अर्थं किम्? अग्रे आगच्छति भगिनी, इदानीमेव प्रथमपदं दृष्टवन्तः खलु, किञ्चित् हा धैर्यम् इति लक्षणवाक्यम् अस्ति. इति लक्षणेन मूलकृत उपरिष्टात् भावनाक्यसंस्कारः निरूप्यते. प्रथमं भावनाक्यसंस्कारः इति मूलकृता इत्युक्ते लेखकः निरूप्यते. प्रथमम् एतद् निरूप्यते किल, उपरिष्टात् इत्युक्ते अनन्तरं निरूप्यते. सत्यम्. अपि च मूलकृता इत्युक्ते लेखकः इत्युक्ते कस्य लेखकः? तर्कसङ्ग्रहः, तर्कसङ्ग्रहः अन्नम्भट्टः. अन्नम्भट्टः सत्यं, न तु विद्याधर्याः लेखकः. उपरिष्टात् इत्युक्ते अनन्तरं. सत्यं भगिनि, अनन्तरम्. अनन्तरं भावनाक्यसंस्कारः विषये सः निरूप्यते. प्रथमम् इदानीं स्मृति विषये वयं द्रक्ष्यामः इति. परन्तु पुष्पा भगिनि, इदानीम् अवगतवती वा उपरिष्टात् इत्युक्ते किम् इति? हरि ओम् पुष्पा भगिनी, अस्ति वा भगिनि? इति वदनेन किम् उपरिष्टात्? ओ, इदानीमेव रामप्रिया भगिनी उक्तवती खलु, राम पूर्वे आदिमत्तु स्मृतिहेतुः आगच्छति, भावना आगच्छति. तत् क्षण तदा तद् उपरिष्टात् वदनेन तद् समीप्य समीप्य न कथं फिनिश् वदे समाप्य समाप्य संस्कारः निरूप्यते इति न तथा नास्ति. तत्र उपरिष्टात् इत्युक्ते अनन्तरम् इत्युक्ते तत्र भावनाक्यसंस्कारस्य लक्षणवाक्यम् अत्र दत्तमस्ति. परन्तु तादृशलक्षणवाक्यम् उपयुज्य अनन्तरं भावनाक्यसंस्कारः इत्यस्य विषये इति विषयः अनन्तरं निरूप्यते. इदानीं स्मृतिः एव अस्माकं विषयः. अग्रे भगिनि. परन्तु स्मृतिलक्षणं भावनाक्यसंस्कारस्य अज्ञाने दुर्ज्ञेयम् इति भावनाक्यसंस्कारः आदौ निरूप्यते. परन्तु यदा वयं स्मृतिलक्षणस्य विषये पश्यामः चेत् तत्र यदा भावनाक्यसंस्कारः इत्युक्ते किं, तस्य अज्ञानम् इत्युक्ते वयं भावनाक्यसंस्कारः कः इति न ज्ञातवन्तः चेत् तत्र स्मृतिलक्षणस्य दुर्ज्ञेयम् इत्युक्ते क्लेशः भवति इति. अतः आदौ तस्य निरूपणं भवति एव वा अत्र अस्मिन् ग्रन्थे भवति एव? सत्यम्. इत्युक्ते तर्कसङ्ग्रहः इति ग्रन्थे तु अनन्तरम् आगच्छति, परन्तु भावनाक्यसंस्कारः इत्यस्य ज्ञानं विना स्मृतिः इत्यस्य अवगमनं सौलभ्येन न भवति. इत्युक्ते तत्र अवगमने क्लेशः अस्ति इति कृत्वा इदानीं वयं भावनाक्यसंस्कारः इति विषयः इति विषयं प्रथमं निरूपयामः इति. नियतेन कारणेन भगिनी इदानीमेव उक्तं खलु, रामप्रिया भगिनी अपि उक्तवती, मया अपि उक्तं दुर्ज्ञेयम् इत्युक्ते अवगमने क्लेशः इति. अस्तु अस्तु अस्तु अस्तु भगिनि. नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः. कारणेन कार्यं भवति इति वयं सर्वत्र वयं इदानीं पर्यन्तं दृष्टवन्तः. नियतेन इत्युक्ते नियमेन यदा भवति इति. तत्र उदाहरणरूपेण दत्तमस्ति, यदा तन्तु कुविन्दानां समवधाने पठः. समवधाने इत्युक्ते तस्य किं समाहारः, सङ्ग्रहः इत्युक्ते यद् तत्र तस्मिन् स्थले तस्य सामग्री पटः भवति इति. चक्रकुलाल कुलालकपालादीनां समाजानि घटः. एतदेव चक्रकुलालकपाल आदीनां सामग्री सामग्री अस्ति चेदेव घटस्य उत्पादनं भवति इति वयं नियता सामग्री आं तदेव कार्यस्य नियमेन कारणेन कार्यं नियमेन भवति इति वयं दृष्टवन्तः. एवं रीत्या एताञ्च घट पटघटादीन् प्रति कारणत्वं पूर्वम् उक्ताः ये निकषाः तैः निर्धार्यते. एतद् वयं त्रीणि त्रयः निकषाः इति वयं यदा कारणस्य विषये दृष्टवन्तः तेन एव एतत् निर्धार्यते. ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां निरूपितः. एतत् निकषाः एव पूर्वं तत्र निकषाः के इति एकवारं वदति वा? आम् कार्यं कार्याधिकरणे सर्वदा पूर्वक्षणे स्थातव्यं सर्वदा स्थातव्यं प्रथमं किमपि एकं विस्मृतवती. तत्र कार्यकारणेन कार्याधिकरणे स्थातव्यं पूर्वक्षणे स्थातव्यं स्थातव्यं सर्वदा स्थातव्यं सर्वदा स्थातव्यम् आम् कार्याधिक आम् तदेव अन्वयसहचारः व्यतिरेकसहचारः इत्युक्ते तत्सत्त्वे तत्सत्त्वं तत् असत्त्वे तत् असत्त्वम् इति किल व्यतिरेकसहचारः तदभावे तदभावः तदभावे तदभावः इति पदाभ्याम् अपि वयं निरूपितवन्तः पूर्वमेव एतद् निकषाः एव इत्युक्ते ये वयं तत्र त्रयः निकषाः इत्यनेन यद् उक्तवन्तः तदेव तत्र अन्वयसहचारः व्यतिरेकसहचारः इत्याधारेण अपि वक्तुं शक्नुमः. इत्युक्ते कपाल अन्वयसहचारः इत्युक्ते कपालः घटः अस्ति चेत् कपालः अस्ति इति खलु. इत्युक्ते तत्र कार्यम् अस्ति चेत् कारणं भवेत् इति. तर्हि यथा यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयसहचारः खलु. धूमः इति कार्यं वह्निः इति कारणं तद्वत् तत्र इत्युक्ते नियमेन कार्यं यत्र अस्ति तत्र कारणमपि अस्ति इति तत्र अन्वयसहचारः व्यतिरेकसहचारः अपि तदेव. इत्युक्ते यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति व्यतिरेकसहचारः तत्रापि तदेव वदति इति तत्र दत्तमस्ति. अत्र यदा पूर्वं वयम् एतत् सर्वम् अधीतवन्तः तत्र किञ्चित् बृहत् चर्चा जाता तत्र अन्वयसहचारः व्यतिरेकसहचारः अपि च तत्र तेन कथं कार्यकारणभावः व्याप्यव्यापकः भावः इति सर्वं भवति इति सर्वं तत्र महोदयेन कारणस्य लक्षणवाक्यमपि उक्तं. तत्र कारणस्य लक्षणवाक्यं वस्तुतः अस्ति अन्यता सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम् इति. तत्र यदा वयम् अन्वयसहचारः व्यतिरेकसहचारः अपि च त्रयः निकषाः इति यदुक्तवन्तः तेन आधारेण पश्यामः चेत् तत्र केवलं नियतपूर्ववृत्तित्वम् इति भवति, परन्तु तत्र अन्यतासिद्धशून्यत्वम् इति नास्ति. इत्युक्ते इति कृत्वा तत्र कारणस्य वस्तुतः सम्पूर्णलक्षणवाक्यमस्ति अन्यता सिद्धशून्यत्वे सति नियतपूर्ववृत्तित्वम् इति. प्रायः स्मर्यते तस्मिन् विषये इति चिन्तयामि. तर्हि परन्तु किञ्चित् स्मारणार्थमेव उक्तवती. तत्र किं प्रश्नः किमपि अस्ति वा तस्मिन् विषये? तत्रैव वयं दण्डसत्त्वे घटसत्त्वम् इति दृष्टवन्तः किल. समानाधिकरणम् अस्ति सत्यं. तत् सर्वम् अग्रे आगच्छति इति चिन्तयामि. तत्र दण्डः दण्डः नास्ति चेत् अपि च व्यापारः इति इत्यस्मिन् प्रसङ्गे अपि तत् सर्वं दृष्टवन्तः. अस्तु तर्हि अग्रे सरेम. अग्रे सुनील् महोदय भवान् पठति वा, अपि च मध्ये केनापि आगतं वा? भगिनी अहं सरला अस्मि. नमस्कारः भगिनी, अद्य पठितुं शक्नोति वा? न भगिनी, कार्यं कर्तुम्. अस्तु, चिन्ता नास्ति, चिन्ता नास्ति भगिनी. कारणं अन्यथा किम् उक्तवती भवती पुनः वदति. तत्र कारणम् इत्यस्य लक्षणम् अन्यथासिद्धशून्यत्वे सति नियतपूर्ववृत्तित्वम् इति. इत्युक्ते तत्र केवलं नियमेन तत्र अस्ति चेत्, इत्युक्ते तत्र उदाहरणमासीत् दण्डः इति क्षम्यतां घटस्य कारणं खलु. दण्डः इति घटस्य कारणं, तर्हि दण्डः अस्ति चेत् घटनिर्माणं भवति, दण्डः नास्ति चेत् घटनिर्माणं न भवति इति कृत्वा दण्डः इति घटस्य कारणम् इति वयम् उक्तवन्तः. परन्तु दण्डे दण्डत्वम् अपि अस्ति, परन्तु दण्डत्वं घटस्य कारणं नास्ति. परन्तु दण्डत्वम् अपि कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्याधिकरणे घटनिर्माणस्य पूर्वक्षणे अपि अस्ति. परन्तु दण्डत्वं घटस्य कारणं नास्ति खलु. तत्रापि अन्वयसहचारः व्यतिरेकसहचारः इति अस्ति एव. इत्युक्ते यत्र यत्र दण्डत्वं, क्षम्यतां, यत्र यत्र घटः तत्र तत्र दण्डत्वं, दण्डत्वभावे घटत्वभावः इत्यपि वक्तुं शक्नुमः. परन्तु दण्डत्वम् इति घटं प्रति कारणं नास्ति, दण्डत्वम् इति अन्यथा सिद्धः घटं प्रति इति कृत्वा वस्तुतः कारणस्य लक्षणवाक्यमस्ति अन्यथासिद्धत्वे, अन्यथासिद्धि शून्यत्वे सति नियतपूर्ववृत्तित्वम् इति. इत्युक्ते केवलं नियमेन अत्र अस्ति चेत् तत् पर्याप्तं नास्ति कारणम् इति वक्तुं न शक्नुमः इति. धन्यवादः. अहं पठामि. हा, पठतु महोदय. तादृश अन्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यम् इदं च अस्य कारणमिति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे प्रदर्शने अपि तत्र कारणानुमतिः भवति. नदीपुरे सति तद्देशे वृष्ट्यं भावे अपि ऊर्ध्वदेशे वृष्टिः जाता इति अत एव अनुमीयते. इदमेव कार्येण कारणानुमानमित्युच्यते. परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवतारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते. तदा इदं कारणम् इदं कार्यमिति व्यवहारः कथं निर्वाह्यः इति चिन्तायां शास्त्रे व्यापारकल्पना आगता. अत्र तादृश अन्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यम् इदं च अस्य कारणमिति निर्धारणेन निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शने अपि तत्र कारणानिमितिः भवति. इतः पूर्वम् अस्माकम् उदाहरणेन वयं दृष्टवन्तः अन्वय सहचार अनन्तरं व्यतिरेकसहचारः इति. तत्र कार्यम् अस्ति कारणमिति भवति एव, परन्तु कदाचित् कारणं कार्याधिकरणे नास्ति चेदपि तत्र कारणानिमितिः भवति इति. न, एकक्षणं महोदय, अत्र कारणं कार्यादिकरणे नास्ति इति नास्ति खलु, अदर्शने इति अस्ति, न तु अत्र नास्ति इति. दृश्यं न दृश्यते इति. अतः यदा कदा कारणं कार्यादिकरणे न दृश्यते तत्रापि कारणस्य अनुमितिः भवति इति. अतः अत्र उदाहरणमस्ति नदीपूरे सति तद्देशे वृष्ट्यभावे अपि ऊर्ध्वदेशे वृष्टिः जाता इति अतः एव अनुमीयते. यदा नदी नद्यां जलम् अधिकमस्ति, अतः तत्र ऊर्ध्वदेशे उपरि देशे अत्र वृष्टिः भवति इति तत्र ऊहां कृत्वा अत्र अनिमितिः भवति इति. इदमेव कृत्वा इति नास्ति खलु, अत्र ऊहा इति नास्ति, अत्र अनुमितिः इति एकप्रकारकं ज्ञानं खलु. इत्युक्ते इदानीं नद्यां जलप्रवाहः अधिकः अस्ति चेत् अत्र वृष्टिः नास्ति, परन्तु वयं तेन अनुमानं कर्तुं शक्नुमः यत् ऊर्ध्वदेशे इत्युक्ते यस्मात् नदी इदानीम् आगच्छति तस्मिन् देशे तस्मिन् प्रदेशे वृष्टिः अभवत् स्यात् इति वयम् अनुमानं कर्तुं शक्नुमः. तर्हि अनुमानेन तत् ज्ञातुं शक्नुमः तद् वृष्टिः इति कारणमस्ति, इदानीं नद्यां यः जलप्रवाहः अस्ति तस्य इति. इदमेव कार्येण कारणानुमानम् इति उच्यते, अतः अत्र यद् वाक्यम् अस्ति कार्येण कारणानुमानमिति. परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते. पुनः अत्र अत्र अन्वय व्यतिरेकाभ्यां कारणं नास्ति, कारणस्य अदर्शने अपि अत्र न एकक्षणं, तत्र अवधारिते इत्युक्ते किम्? इत्युक्ते न तत्र कारणत्वम् अवधारिते वदनेन कारणत्वम् आधारेण अपि प्रमाण केनचित् प्रमाणेन कारणस्य अभावः, कारणस्य अभावः एकदा कार्याधिकरणे एकक्षणं भगिनि, अत्र कारणत्व अवधारिते इत्युक्ते कारणस्य निरूपणम् अस्ति चेदपि, इत्युक्ते अन्वयव्यतिरेकाभ्याम् इत्युक्ते किं, तत्र यथा रामप्रिया भगिनी पूर्वम् उक्तवती तत्र तत्सत्त्वे तत्सत्त्वं तदभावे तदभावः इति अन्वयसहचारः व्यतिरेकसहचारः खलु, तेन आधारेण वयं कारणं किम् इति वक्तुं शक्नुमः. यथा पूर्वं दृष्टवन्तः तत्र अन्वयव्यतिरेक अन्वयसहचारः व्यतिरेकसहचारः इत्येव तत्र निकषत्रयम् इति यद्वयं पूर्वम् उक्तवन्तः, नियतपूर्ववृत्तित्वम् इति तद् अन्वय व्यतिरेकाभ्यामपि वक्तुं शक्नुमः. तर्हि तेन अन्वयव्यतिरेकाभ्यां वयं कारणं किम् इति ज्ञातवन्तः चेदपि तत्र किमपि अन्यप्रमाणेन तत्र कारणस्य अभावः अपि भवति इति निश्चयं भवति, इत्युक्ते कार्याधिकरणे इदानीं कारणं नास्ति इति आगच्छति. तत् कथम् आगच्छति इति अग्रे भवति, परन्तु तादृश परिस्थितिः आगच्छति, इत्युक्ते यद्यपि तत् कारणम् अस्ति इति, कार्यस्य कारणम् इति दृढम् अस्ति चेदपि तत्र कार्याधिकरणे इदानीं नास्ति इति, तदा तर्हि तत्र तादृश परिस्थितिः अस्ति चेत् तत्र व्यापारः इति एकः विषयः कल्प्यते शास्त्रे, इत्युक्ते व्यापारः इत्यनेन तादृशपरिस्थित्यामपि कारणत्वं वक्तुं शक्नुमः इति, कार्यस्य तत्र कारणत्वं कथं निर्वाहं कर्तुं शक्नुमः इति प्रश्ने सति व्यापारः इति विषयः आगच्छति. अवगच्छति वा? आम् अस्तु तर्हि अग्रे पठामि वा? पुष्पा भगिनी भवती पठति वा अग्रे? पुष्पा भगिनी अस्ति वा? ओ अस्ति भगिनि, पठामि. अत्र इदं निदर्शनं भवति. कश्चित् कुलालः घटनिर्माणे प्रवृत्तः. चक्रदण्डादि सामग्रीम् आदाय उपविष्टः. दण्डेन रभसा चक्रभ्रमणं कृतवान्. चक्रभ्रमणं तु अभूत्, परन्तु दण्डे बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्, तेन च दण्डनाशः जातः. चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ठ. तेन च चक्रभ्रमणेन कपाले अपि भ्रमीः उत्पन्ना, तेन च घटोत्पत्तिः. एकं तु न किं विशेष अस्तु. अत्र इदं अत्र दर्शनं कुर्मः. कश्चित् कुलालः घटने निर्माणे प्रवृत्तः इति माने कर्तुं प्रथमं करोति. प्रथमं न घटनिर्माणं करोति करोति घटनिर्माणं कर्तुं शुरुवात् न आरम्भं करोति चक्रदण्डादि सामग्रीम् आदाय उपविष्टः. तत्तु चक्रदण्डादि सामग्री कोऽपि सामग्री घटनिर्माणेन अस्ति तत्तु तत्र अत्र अस्ति घटकारणानि घटकारण सामग्री इत्युक्ते तत्र अत्र घटकारणानि तत्तु अस्ति. दण्डेन रभसा चक्रभ्रमणं कृतवान्. तत्तु अर्थमायाति चक्रभ्रमणं. एकक्षणम् रभसा इत्युक्ते किं? रभसा तु बहु बहु बलेन बलेन इत्युक्ते वेगेन बहु बलेन बलेन न रभसा तु बलेन अस्ति क्विक् वेगेन वेगेन वेगेन न चक्रभ्रमणं तु अभूत्. चक्रभ्रमणम् अस्ति परन्तु बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्. कथं विभागः आयाति अवयवा अत्र अत्र प्रथमं कस्य अवयवानां विभागः अभूत्? कुलालस्य कुलालस्य अवयवा कुलालः मृतः वा भगिनि? कुलालस्य अवयवानां विभागः अभूत् इत्युक्ते अत्र पश्यतु न अत्र पश्यतु कस्मिन् तत्र किमपि बलविशेषस्थापनात् इति अस्ति खलु कस्मिन् पतति वाक्यं पठतु पुनः. परन्तु दण्डे बलविशेषस्थापनात् एतावत्पर्यन्तं दण्डस्य एकक्षणं. तत्र दण्डे बलविशेषस्थापनात् इत्युक्ते किम्? बलविशेषस्थापनात् दण्ड तु बलस्य वेगस्य चक्रभ्रमणं कर्तुं न न न न तत्र इदानीं दण्डेन चक्रभ्रमणं करोति सः खलु. तर्हि इदानीं चक्रभ्रमणं भवति. यदा चक्रभ्रमणं भवति तदनन्तरं दण्डस्य उपरि किमपि स्थापयामः चेत् बलेन इति कृत्वा दण्डः इदानीं भग्नः अभवत्. ओ दण्डः एव दण्डस्य विभागः अस्ति. अवयवानां विभागः इत्युक्ते इदानीम् दण्डस्य अवयवानां विभागः भवति चेत् दण्डः नास्ति खलु. हा नास्ति नास्ति तेन च दण्डनाशः. अस्तु अस्तु अस्तु तेन च दण्डनाशः जातः. अस्तु अस्तु चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रवर्तिष्ट तत्तु प्रावर्तिष्ट. चक्रभ्रमणं तु भगिनि एकक्षणं भगिनि तत्र प्रावर्तिष्ट न तु प्रवर्तिष्ट. प्रावर्तिष्ट तत्तु करोति न भ्रमणं तु करोति. सत्यं तदेव अत्र लिखितमस्ति खलु. इत्युक्ते दण्डनाश उत्पत्ति यदा दण्डनाश उत्पत्तिः भवति तदा चक्रभ्रमणं तु तत्पूर्वम् आरम्भम् अभवत् एव. तेन च चक्रभ्रमणेन कपाले अपि भ्रमिः उत्पन्ना. हा कपालः तु भ्रमणः आयाति. कपालस्य भ्रमणं तु अस्ति उत्पन्ना अस्ति. तेन च घटः उत्पत्तिः घटोत्पत्तिः अस्ति. तर्हि इदानीं तत्र किं निदर्शनं भवति इत्युक्ते दण्डः कपालस्य क्षम्यतां घटस्य कारणम् इति वयं जानीमः. परन्तु इदानीं यदा घटोत्पत्तिः भवति तस्मिन् समये कार्याधिकरणे दण्डः नास्ति यतोहि दण्डस्य भग्नः अभवत्. परन्तु तथा सति अपि तत्र दण्डः कारणम् इति वयं जानीमः. तर्हि कथं तादृशनिर्वाहः भवति इति कृत्वा तत्र व्यापारः इति विषयः कल्पितः इति पूर्वं दृष्टवन्तः. घटोत्पत्तिः व्यापारः न अग्रे आगच्छति भगिनि एकक्षणम्. इदानीं तत्र केवलम् उक्तमस्ति घटोत्पत्तिः इति कार्यं यद्यपि भगिनि क्षम्यताम् अहं समापयामि तदनन्तरं यत्किमपि वक्तव्यं चेत् वदतु. कार्यं घटोत्पत्तिः इति कार्यं यद्यपि इदानीं कार्याधिकरणे यद्यपि कारणं नास्ति इत्युक्ते दण्डः नास्ति दण्डस्य भग्नः जातः तथापि कार्यं तु जातं. तर्हि कथम् इति इदानीं प्रश्नः. यतोहि वयं पूर्वम् उक्तवन्तः कार्याधिकरणे कारणेन स्थातव्यं पूर्वक्षणे स्थातव्यं सर्वदा स्थातव्यम् इति. परन्तु इदानीं कार्याधिकरणे नास्ति तथापि कार्यं जातम् इति कृत्वा तत् किं कथं तद्भवति इति व्यापारेण तस्य समाधानं क्रियते. तद् अग्रे आगच्छति. अस्तु अस्तु तर्हि विद्याशङ्कर महोदय भवान् पठति वा अग्रे. अत्र घटोत्पत्तिप्राक्षणे अस्माभिः चक्षुषा नष्टो दण्डः तत्र दण्डो नास्ति इति अवलोकितम्. एवं च कार्योत्पत्तिप्राक्षणे प्रबलेन प्रमाणेन कारणस्य अभावः निश्चितः. तर्हि कारण अभावे अपि कार्योत्पत्तिः इति व्यतिरेकव्यभिचारः आपतति. तद्वारणाय पूर्वोक्तः व्यापारः कल्पनीयः. व्यापारः नाम यः कारणात् जायते कार्यं च जनयति. यथा चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः. चक्षुसंयोगः गुणः चक्षुषा जन्यः एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं तज्जनको अपि न हि केवलेन चक्षुषा संयोगे असति घटप्रत्यक्षम् उत्पद्यते तथा सति निमीलितचक्षुषः पुरुषस्यापि घटप्रत्यक्षत्वापत्तिः अतः चक्षुरिव तत्संयोगो अपि अपेक्षितः एवं च चक्षुसंयोगः कारणजन्यः कार्यजनकः इति सः एव व्यापारः इति उच्यते इत्थमेव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम् इतः पूर्वस्मिन् परिच्छेदे लिखितं दण्डनाशः अभवत् तर्हि घटोत्पत्तिप्राक्क्षणे यस्मिन् क्षणे घटोत्पत्तिः भवति तत्प्राक्क्षणे अस्माभिः चक्षुषा दृष्टं यत् दण्डः नष्टः इति दृष्टम् अस्माभिः तत्र दण्डः नास्ति इति अपि अवलोकितम् एवं च कार्योत्पत्तिप्राक्क्षणे कार्यस्य उत्पत्तिः तस्य प्राक्क्षणे प्रबलेन प्रमाणेन इत्युक्ते चक्षुषा सम्यक् ज्ञात्वा प्रमाणेन कारणस्य दण्डस्य अभावः इति निश्चितः इति ज्ञानम् अस्माभिः सम्यक् ज्ञातम् अत्र कार्योत्पत्तिप्राक्क्षणे किं लिखितम् इत्युक्ते चेत् कार्योत्पत्तिप्राक्क्षणे कारणं यत् कारणमस्ति तत् कार्यस्य उत्पत्तेः प्राक्क्षणे भवेत् इति एकः निकषः आसीत् तर्हि कारण अभावे कार्योत्पत्तिप्राक्क्षणे दण्डम् इति कारणस्य अभावे अपि कारणे अभावे अपि कार्योत्पत्तिः दण्डः भवति यतोहि दण्डः नष्टः किन्तु दण्डजन्य चक्रभ्रमणं तु प्रावर्तिष्ठ इति लिखितं भ्रमिः दण्डचक्रभ्रमणम् आरब्धं तर्हि घटम् उत्पद्यते किन्तु दण्डः नष्टः तत् कारणं नास्ति तथापि कार्योत्पत्तिः भवति इति व्यतिरेकविभिचारः आपतति इत्युक्ते कारणाभावे अपि कार्यम् अभवत् इति व्यतिरेकविभिचारः इति आपतति तद्वारणाय पूर्वोक्तः व्यापारः इति कल्पनीयः व्यापारः इति पदार्थः अस्माभिः तत्र आनेतव्यः व्यापारः किम् इत्युक्ते व्यापारः नाम यः पदार्थः यः कारणात् जायते अपि च कार्यं जनयति कारणात् जायते अपि कार्यं जनयति सः व्यापारः यथा उदाहरणं चक्षुषा यथा घटं पश्यामः चक्षुषः घटेन संयोगः इति घटप्रत्यक्षे व्यापारः घटस्य प्रत्यक्षम् इति ज्ञानसमये चक्षुषः घटेन संयोगः इति व्यापारः भवति किमर्थम् इत्युक्ते चक्षुसंयोगः गुणः चक्षुषा जन्यः चक्षुसंयोगः इति गुणः जायते एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं तज्जनको अपि संयोगः चक्षुषा कारणात् जायते अपि च संयोगः कार्यं घटप्रत्यक्षं कार्यं जनयति इत्युक्ते चक्षुषः संयोगः तज्जनकः कार्यस्य जनकः घटप्रत्यक्षस्य जनकः न हि केवलेन चक्षुषा यदि चक्षुषु केवलम् अस्ति किन्तु संयोगः नास्ति तर्हि घटप्रत्यक्षं कथम् उत्पद्यते तर्हि उत्पद्यते चेत् यः पुरुषस्य चक्षुः निर्मीलितः इत्युक्ते उद्घाटितः नास्ति तेनापि घटप्रत्यक्षं भवितुमर्हति इति आपत्तिः तर्हि जानीमः यत् चक्षुसंयोगः अवश्यं घटप्रत्यक्षं प्रति अतः यथा चक्षुः अवश्यं घटप्रत्यक्षं ज्ञानं प्रति तथा एव चक्षुघटसंयोगः अपि अपेक्षितः एवं च चक्षुसंयोगः कारण चक्षुजन्यः कार्यं घटप्रत्यक्षं तस्य जनकः इति चक्षुसंयोगः व्यापारः तस्य इति नामकरणं तत् दत्तम् इत्थमेव अन्यद् उदाहरणं कपालेन घटे जननीये कपालसंयोगः अपि व्यापारत्वं वर्णनीयम् इत्युक्ते कपालसंयोगः कपालात् जायते अपि च कपालसंयोगः घटं जनयति इति कपालसंयोगः कारणं कार्यं इति मध्ये आगच्छति तस्य व्यापारः इति तत्र नाम्ना तत् ख्यायते अतीव स्पष्टं महोदय. तत्र प्रश्नः अस्ति वा स्पष्टमिति भाति, नो चेत् कृपया वदतु. अस्तु तर्हि अग्रे सरेम. अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. प्रकृते च दण्डे नष्टे अपि चक्रे उत्पन्ना परम्परया कपाले च उत्पन्ना ब्रह्मिः दण्डेन एव उत्पन्ना. एवं घट्टं प्रति सा जनिका न भवति. अतः सा जनिका च भवति. अतः तादृशभ्रमणं भवति नष्टस्यापि दण्डस्य व्यापारः. तथा च यद्यपि दण्डः नष्टः तदापि तज्जन्यव्यापारः वर्तते इति दण्डोऽपि स्वजन्यव्यापारवत् सम्बन्धेन कपाले सम्बन्धो भवति. अतः तेन सम्बन्धेन कारणं कार्याधिकरणे अस्ति इति न कारण अभावे अपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः. चक्षुसंयोगस्य कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशे एव व्यापारः कल्प्यः इत्यपि न निर्बन्धः. लक्षण अनुसारेण तस्य कारणजन्यत्वं तदा कार्यजनकत्वमेव आवश्यकम् इति. अत्र यदा प्रकृत उदाहरणमस्ति तत्र तु दण्डस्य नाशं भवति. दण्डः इति कारणं तस्य नाशः भवति. चक्रे उत्पन्ना, चक्रे किम् उत्पन्ना इत्युक्ते भ्रमिः तु उत्पन्ना एव. यदा दण्डस्य नष्टः जातः तदापि चक्रे भ्रमणम् उत्पन्ना. परम्परया कपाले च उत्पन्ना भ्रमिः. अनन्तरं यदा प्रथमं चक्रे भ्रमिः उत्पन्ना, अनन्तरं परम्परासम्बन्धेन इति कपाले अपि तद्भ्रमिः उत्पन्ना. भगिनि अनन्तरम् इति नास्ति खलु, इत्युक्ते अत्र परम्परया इत्युक्ते तत्र या भ्रमिः चक्रे उत्पन्ना अस्ति सा भ्रमिः कपाले अपि अस्ति परम्परासम्बन्धेन. यतोहि तत्र भ्रमिः अपि कारणं, तर्हि कार्याधिकरणे भ्रमिः भवेत् खलु. इदानीं घटस्य कार्याधिकरणं किम्? घटस्य ओहो दण्डः चक्रः न कपालः न घटस्य कार्याधिकरणं किं? कपालः. हा तर्हि कपाले इदानीं भ्रमिः भवेत् खलु. तद्वयं पूर्वमपि दृष्टवन्तः स्वजन्य भ्रमिजन्य भ्रमिमर्था सम्बन्धः इति. दण्डः तु दण्डः तादृशसम्बन्धेन अस्ति. तर्हि यः भ्रमिः अस्ति सः भ्रमिः चक्रे अस्ति, चक्रः इदानीं दण्डे अस्ति इति कृत्वा तत्र भ्रमिः अपि क्षम्यतां चक्रः इदानीं कपाले अस्ति इति कृत्वा दण्डः भ्रमिः अपि कपाले अस्ति. भ्रमिः अपि कारणम्. एवं घटं प्रति सा जनिका, जनी सा इत्युक्ते भ्रमिः, भ्रमिका भ्रमिः जनिका भवति घटं प्रति. जनिका इत्युक्ते जन्यति. जनिका इत्युक्ते किं? कारणं. कारणम्. अतः तादृशभ्रमणं भवति नष्टस्यापि दण्डस्य व्यापारः. इत्युक्ते इदानीं भ्रमणं यद् जनिका अस्ति तदेव तदेव व्यापारः किल. भ्रमिः एव व्यापारः. यद्यपि दण्डः इदानीं नष्टः जातः परन्तु तत्र भ्रमणं तु इदानीमपि अस्ति. भ्रमणम् इति दण्डस्य व्यापारः इत्युक्ते दण्डः इति कारणं कारणस्य व्यापारः. तदा च यद्यपि दण्डः नष्टः तदापि तज्जन्य तज्जन्यव्यापारः वर्तते. यदापि यदा वयं दृष्टवन्तः इदानीं दण्डः तु नष्टः भवति तदापि भ्रमिः तु भवति एव. तस्य तज्जन्यव्यापारः इति भ्रमिः, दण्डेन जन्यः व्यापारः तु भ्रमिः अस्ति, तत्तु अस्ति एव, वर्तते एव. अतः दण्डे अपि स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बन्धो भवति. अतः अत्र स्व इति दण्डः स्वजन्यव्यापारवत्तासम्बन्धेन दण्डः कपाले अस्ति. जन्यव्यापारवक्तासम्बन्धः दण्डेन जन्यः भ्रमिः, तदेव व्यापारः. तदेव व्यापारः किल, तदेव व्यापारः. भ्रमी किं जनयति? भ्रमी जनयति इति न खलु, व्यापारवत्ता इत्युक्ते किं? व्यापारवान् कः? व्यापारवान् व्यापारः कुत्र अस्ति? व्यापारः तु भ्रमी व्यापारः. व्यापारः कुत्र अस्ति? भ्रम्याम् अस्ति किल, न भ्रमिः कुत्र अस्ति? भ्रमिः इति कारणं खलु, कारणं कुत्र अस्ति? दण्डः इति स्व तत्तु एकक्षणं भगिनि, पूर्वं भवती एव उक्तवती खलु, तत्र इदानीं कारणं कुत्र भवेत्? कारणं तु कार्याधिकरणे भवति. हा, व्यापारः इति कारणम् इति उक्तवन्तः, भ्रमिः इति व्यापारः, तत् कारणम् इति उक्तवन्तः, तर्हि इदानीं तत् कुत्र भवेत्? कार्याधिकरणं किं? कार्याधिकरणे भवेत्. कार्याधिकरणं किम् इदानीं? घटस्य कार्याधिकरणमेव, कपालः. तर्हि व्यापारवान् कः इत्युक्ते स्वजन्यव्यापारवान् कः? स्वजन्यव्यापारवान् कपालः वा? सत्यं. तर्हि स्वजन्यव्यापारवत्ता इत्युक्ते तत्र व्यापारवान् कपालः, कपाले व्यापारवत्त्वम् अथवा व्यापारवत्ता अस्ति खलु, तेन सम्बन्धेन दण्डः कपाले अस्ति. दण्डः कपाले, अतः तेन सम्बन्धेन इत्युक्ते स्वजन्यव्यापारवत्तासम्बन्धेन कारणं कार्याधिकरणे अस्ति, कारणमिति दण्डः कपाले अस्ति इति वयं ज्ञातवन्तः. न कारण अभावे अपि कार्य उत्पत्तिरूपः व्यतिरेकव्यभिचारः इत्युक्ते, कारण अभावे इत्युक्ते यदा दण्डस्य नष्टः भवति तत्र कार्य उत्पत्तिरूपः इत्युक्ते घटस्य कार्य उत्पत्तिः न स्थगयति इति किल. कारणाभावे अपि कार्य उत्पत्तिरूपः इति व्यतिरेक व्यभिचारः नास्ति इति खलु, नास्ति इति इत्युक्ते तत्र पूर्वं यद् उक्तवन्तः, तत्र दण्डः नष्टः जातः चेत् व्यतिरेकव्यभिचारः आगच्छति, यतोहि तत्र कारणाभावे कार्योत्पत्तिः इति आपतति इति खलु. परन्तु इदानीं स्वजन्यव्यापारवत्तासम्बन्धेन दण्डः कपाले अस्ति इति कृत्वा व्यतिरेकव्यभिचारः नास्ति, इत्युक्ते तत्र कारणम् अस्ति एव कार्याधिकरणे इति. व्यापारद्वारा व्यापारवत्तासम्बन्धेन, व्यापारद्वारा व्यापारः इति माध्यमं, तेन तत् कारणम् अस्ति एव कार्याधिकरणे इति. चक्षुः संयोगस्य कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशे एव व्यापारः कल्पनीयः कल्प्यः इति न निर्बन्धः. यदा चक्षुसंयोगविषये वयं दृष्टवन्तः, अनन्तरं कपालद्वय संयोगस्य तत्रापि वयं व्यापारत्वं इति वदामः, तत्र इत्युक्ते सर्वदा कारणनाशे एव व्यापारः इति विषयं न आगच्छति, परन्तु यदा कपालद्वयसंयोगः चक्षुसंयोगः तदपि व्यापाररूपेण भवति इति किल. लक्षणानुसारेण तस्य कारणजन्यत्वं तदा कार्यजनकत्वमेव आवश्यकम् इति. यदा लक्षणानुसारेण कारणजन्यत्वं तदा कारणजनकत्वं, कारणस्य कार्यजनकस्य कारणं. न न न न न एकक्षणं भगिनी, तत्र व्यापारवाक्यं किम् आसीत्? क्षम्यतां, लक्षणवाक्यं किम् आसीत्? कारणात् जायते कार्यं च जनयति. यः कारणात् जायते कार्यं च जनयति तस्य कारणजन्यत्वं कार्यजनकत्वं तद् अवश्यम् इति यत् लक्षणवाक्य अनुसारेण. इत्युक्ते तत्र केवलं यस्य कार्यजन्यत्वम् इत्युक्ते क्षम्यतां कार्यजनकत्वम् इत्युक्ते कार्यं जनयति, कारणजन्यत्वम् इत्युक्ते कारणात् जायते इत्युक्ते कारणं यदस्ति तेन तस्य जननं भवति, तस्मात् जननं भवति, अपि च कार्यस्य कारणं भवति. तादृशम् अस्ति चेत् तद् व्यापारः, तद् तस्य नष्टः भवति वा न वा इति न वार्ता. यावत्पर्यन्तं लक्षणवाक्यम् अनुगुणम् अस्ति तावत्पर्यन्तं व्यापारः इति वक्तुं शक्नुमः इति एव. अदृष्टं चेदपि तद् कारणम् इति स्वीकर्तुं शक्नुमः. अदृष्टं चेदपि, नष्टं भवति चेदपि, यत्किमपि अथवा अस्ति चेदपि, इत्युक्ते यत्र कपालद्वयसंयोगः इति तद् नष्टः न जातः परन्तु तदपि व्यापारः, दण्डः इदानीं नष्टः जातः तदपि व्यापारः. अस्तु, अग्रेपि पठतु भगिनि. भावनाक्यसंस्कारः आवश्यकः. एतादृशव्यापारकल्पनायाम् कल्पनायाम् आपतिति किं पदम् एतत् आपतितायामेव अस्तु. एतादृशव्यापारकल्पनायाम् आपतितायामेव अनुभवजन्यः स्मृतिजनकः भावनाक्यव्यापारः शास्त्राकारैः कल्पितः. तथा हि जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः तत्र तत्र विषयत्वादिनिरूपण अवसरे अस्माभिः प्रदर्शितः. सः द्विविधो भवति, अनुभवः आद्यः, प्रकृतलक्ष्यभू भूता स्मृति अपरा. आद्यः तावत्पर्यन्तं पश्येम. आम्, यदा वयम् इदानीं व्यापारविषये दृष्टवन्तः तत्र वयं अनुभवजन्यः स्मृतिजनकः भावनाक्यव्यापारः शास्त्रकारैः कल्पितः. तत्र यदा स्मृतीनां जनकः, क्षम्यतां, स्मृति एव जनकः, न न न न अनुभवेन जन्यः, अनुभवेन जन्यः स्मृति स्मृतिजनकः. स्मृतिजनकः इत्युक्ते यद् स्मृतिं किं वदामि, कार्यम् इति. जनकः इत्युक्ते कार्यं, क्षम्यतां, विपरीतरीत्या उक्तवती. न न सत्यं, न न एकक्षणं भगिनी, तत्र कण्ठशः पश्येम. तत्र तत्र प्रथमं व्यापारः कः अत्र? भावनाक्यसंस्कारः इति व्यापारः. हा, तर्हि शास्त्रकारैः व्यापारः कल्पितः इत्युक्ते व्यापारः इति कल्पितः. कः व्यापारः इत्युक्ते भावनाक्यः इति. इदानीं व्यापारः इत्युक्ते किं? व्यापारः इति कारणात् जायते कार्यं च जनयति इति वयं दृष्टवन्तः. तर्हि अत्र कारणं किम्? अनुभवजन्यः स्मृतिजनकः इत्यत्र कार्यं किं, कारणं किम्? अनुभवजन्यः इति न न जन्यः इति मास्तु, तत्र केवलं तद् दृष्ट्वा तत्र कारणं किं कार्यं किम् इत्युक्ते स्मृतिलक्षणवाक्ये वयं दृष्टवन्तः खलु न स्मृतिलक्षणवाक्ये नासीत् अस्तु तत्र अनुभवजन्या स्मृतिहेतुभावना इति दृष्टवन्तः तत्र अनुभवः इति कारणमस्ति स्मृतिः इति कार्यमस्ति भावना इति व्यापारः अस्ति इति मध्ये आगच्छति तर्हि भावना इति संस्कारः अनुभवेन अनुभवात् अनुभवः इति कारणं तस्मात् जायते स्मृतिः इति कार्यं तत् जनयति इति तत्र तथा हि जानामि गृह्णामि अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थाः इत्युक्ते ज्ञानपदार्थाः इति यदा जानामि अहं जानामि इति इत्युक्ते तत्र किं भवति तत्र तु ज्ञानविषयकं ज्ञानम् इति भवति गृह्णामि इत्युक्ते तत्र तु अहं गृह्णामि ग्राणविषयकज्ञानं भवति चक्षुषा गृह्णामि इत्युक्ते हा इत्युक्ते तत्र यदा वयं तादृशं वदामः अहं जानामि इत्युक्ते तत्र विषयः अस्ति मम ज्ञानम् अस्ति इति खलु इत्युक्ते अयं घटः इति यदा ज्ञानं भवति अपि च अहं जानामि इति ज्ञानं भवति तयोः विषयः भिन्नः इत्युक्ते अयं घटः इति यदा वदामः चेत् तत्र घटः इति ज्ञानस्य विषयः अहं जानामि इति वदामः चेत् ज्ञानमेव ज्ञानस्य विषयः खलु तद्वत् अहं गृह्णामि इत्यपि अत्रापि ज्ञानविषयक ज्ञानमेव इति तत्र यः विषयः ज्ञानपदार्थः व्यवहारविषयः यः ज्ञानपदार्थः तत्र किं भवति विषयत्वादिनिरूपणावसरे अस्माभिः यदा वयं विषयस्य निरूपणं कृतवन्तः तस्मिन् सन्दर्भे एतद् वयं निरूपितवन्तः इति व्यवहारविषयः तत्र विषयत्वादिनिरूपणावसरे इत्युक्ते किम् इत्युक्ते अत्र विषयः कः अत्र विषयः ज्ञानः इति एव ज्ञानमिति एव सत्यं तर्हि ज्ञानस्य यदा वयं पूर्वं दृष्टवन्तः तत्र वयम् उक्तवन्तः ज्ञानं द्विविधम् इति तत्र सः इत्युक्ते तत्र ज्ञानम् तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः कः प्रदर्शितः ज्ञानं ज्ञानपदार्थः प्रदर्शितः खलु सः ज्ञानपदार्थः द्विविधः भवति प्रथमं तु अनुभवः इति द्वितीयं तु स्मृति इति इदानीं वयं स्मृतिविषये एव पश्यामः सत्यं सत्यम् अस्तु सुनील् महोदय भवान् अग्रे पठति वा आद्यः अनुभवः प्रत्यक्षानिमिति उपमितिशब्दभेदात् इत्यनेन उपरिष्टात् विभज्यते प्रत्यक्षं च इन्द्रियेण जायमानम् अनुमितिः परामर्शात् उत्पद्यते उपमितिः तादृशज्ञानात् जायते शब्दबोधश्च शब्दात् एते एव इन्द्रियपरामर्शसादृश सादृश्यज्ञानशब्दः प्रमाणानि इति व्यवह्रियन्ते प्रमाणमित्यस्य प्रमायाः जनकमित्यर्थः प्रमा सत्यं ज्ञानं यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा इदानीम् अत्र अनुभवः स्मृतिः इति अस्ति तत्र अनुभवस्य विषयः आद्यं प्रदर्शयामः अत्र प्रत्यक्षानिमिति उपमिति शब्दभेदात् अत्र अग्रे आगच्छन्ति इति न एकक्षणं तत्र प्रत्यक्षानुमिति उपमिति शब्दभेदात् इति किम् अनुभवस्य द्वैविध्यं भवति न चातुर्विध्यं खलु चातुर्विद्या प्रत्यक्षम् इति अनुमितिः उपमितिः अनन्तरं शब्दभेदः शाब्दभेदः शाब्दभेदः शाब्दबोधः शाब्दः इति अत्र प्रत्यक्षं च इति इन्द्रियेण जानीमः अनुमितिः एकक्षणं जानीमः इति न प्रत्यक्षम् इति ज्ञानम् इन्द्रियेण तद् ज्ञानम् इन्द्रियेण तद् ज्ञानं भवति इति इन्द्रियजन्यं ज्ञानम् अस्ति प्रत्यक्षम् इति द्वितीयमस्ति अनुमितिः अनुमितिः इति परामर्शात् उत्पद्यते परामर्शः इत्युक्ते किं यदा वयम् अनुमानप्रसङ्गे दृष्टवन्तः अनुमान वन् उदाहरणं वन्निना वन्निना धूम धूमेन आवृतः पर्वतः इति तादृश हा हा सत्यं वह्नि व्याप्य धूमवान् इति यदा उक्तवन्तः तदेव परामर्शः इति ज्ञानम् उपमितिः इति तादृशज्ञानान् जायते ज्ञानात् जायते अतः उपमितिः इति तृतीयः शाब्दबोधः इति शब्दात् जायते एते एव इन्द्रियपरामर्शसादृशज्ञानशब्दाः प्रमाणानि इति व्यवह्रियन्ते अतः एते चत्वारः मिलित्वा अत्र इन्द्रियपरामर्श सादृशज्ञानशब्दाः इति प्रमाणानि इति वदन्ति प्रमाणमित्यस्य प्रमायाः जनकमित्यर्थः अत्र प्रमाणमित्युक्ते अत्र प्रमायाः जनकम् इति जनकमित्युक्ते किं जनकमित्युक्ते जनयति न न जनकम् इत्यत्र पर्यायपदं किं यद्वयं साधारणतया वदामः उत्पद्यते किल अत्र न तत्र साधारणतया वयं किं वदामः अन्यपदं रामप्रिया भगिनी तत्र सहायं करोति वा कारणमस्ति भगिनि जनकम् इत्युक्ते कारणं खलु प्रमाणम् इति प्रमायाः कारणं प्रमाणम् अस्ति जनकम् इत्युक्ते कारणं जन्यम् इत्युक्ते कार्यम् इति वयं पूर्वमपि दृष्टवन्तः अत्र प्रमा इत्युक्ते अत्र सत्यं ज्ञानम् इति अत्र तत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा इति अत्र मूलवाक्यमपि अस्ति इत्युक्ते तत्र प्रमा इति एकप्रकारकं ज्ञानं खलु इत्युक्ते यथार्थज्ञानम् इति इत्युक्ते इदानीं तत्र उत्पीठिका अस्ति उत्पीठिकायाः उत्पीठिकायां तत्र लेखनी अस्ति चेत् यदा वयं तत्र उत्पीठिकायां लेखनी अस्ति इति ज्ञानम् अस्ति चेत् तत् प्रमा परन्तु उत्पीठिकायां तत्र अङ्कनी अस्ति इति चिन्तयामः चेत् तदपि एकप्रकारकं ज्ञानमेव परन्तु तद् भ्रमः इति वदामः खलु तत्तु प्रमा नास्ति तदर्थमेव तत्र यत् यथा वर्तते तत् तथैव विषयीकरोति इत्युक्ते यत् यथार्थम् अस्ति अत्र तस्य ज्ञानं यदस्ति तदेव प्रमा अस्ति भिन्नज्ञानम् अस्ति चेत् तत् प्रमा नास्ति परन्तु तदपि एकप्रकारकं ज्ञानमेव इत्युक्ते अयथार्थज्ञानम् इति अपि एकप्रकारकं ज्ञानमेव परन्तु तत् प्रमा नास्ति सर्वदा इन्द्रियेण ज्ञायते तत् सर्वं प्रमा एव किल इत्युक्ते तथा नास्ति खलु इत्युक्ते चक्षुषा वयं यदा कदापि तत्र सम्यक् न पश्यामः चेत् तत्र भ्रमः अपि भवति खलु परन्तु यत् तत्र हा इति तत्र यत् यथार्थज्ञानं यदस्ति तदेव प्रमा इति. अस्तु अग्रे पठतु महोदय. घटवन्तं पटं पटो घटवान् इति ज्ञानं विषयीकरोति इति सा प्रमा इति उच्यते. तस्याः प्रमायाः यत् साधनं जनकं तत् प्रमाणमिति उच्यते. तादृशं च चक्षुरिन्द्रियं पूर्वोक्तो या प्रमा पटः घटवान् इत्याकारिका तां प्रति तस्य सन्निकर्षद्वारा जनकत्वात् इदमेव चक्षुरादि प्रत्यक्षमित्युच्यते. तज्जन्यप्रमाया अपि सैव संज्ञा. अत्र उदाहरणम् इदानीम् अस्ति घटवन्तं पटं पटः घटवान् इति ज्ञानं विषयीकरोति इति सा प्रमा इति उच्यते. अतः अत्र पटः घटवान् अथवा घटवन्तं पटम् इति ज्ञानम् एव अत्र प्रदर्शयति सा प्रमा इति उच्यते. इत्युक्ते पटः घटवान् इति यदा वदामः चेत् तत्र कि यद् ज्ञानं भवति इत्युक्ते घटवन्तं पटम् इति यद् ज्ञानं तद्विषयीकरोति तद् वाक्यं तद् ज्ञानमेव प्रमा इति वदामः. भगिनी भगिनी घटवन्तं पटम् इति वदनेन अर्थं किम्? न न घटवन्तं पटम् इति ज्ञानं खलु. पटः घटवान् इति यदा वदामः चेत् यद् ज्ञानं भवति तद् घटवन्तं पटम् इति ज्ञानं भवति इति ज्ञानं विषयीकरोति तद्वाक्यं तद् ज्ञानमेव प्रमा. तत् मम मया न अर्थं न. तत्र कर्मपदं भगिनि, तत्र ज्ञानम् इति कर्म अस्ति. पटः घटवान् कृते कथम् आयाति? कथम् इदानीं पटे घटः यथा भूतलं घटवत् इति पूर्वं दृष्टवन्तः खलु. भूतले घटः अस्ति चेत् तद्वत् पटे घटः अस्ति चेत् पटः घटवान् इति आगच्छति. पटे घटः अस्तु अग्रे महोदय. तस्याः प्रमायाः यत् साधनं जनकं तत् प्रमाणम् इति उच्यते. अत्र प्रमा इति दृष्टवन्तः. तस्याः प्रमायाः यत् कारणं भवति अत्र जनकमिति तदेव अस्ति प्रमाणम् इति उच्यते. तादृशं च चक्षुरिन्द्रियं पूर्वोक्ता या प्रमा पटः घटवान् इत्याकारिका तां प्रति तस्य सन्निकर्षद्वारा जनकत्वात् अत्र प्रमायाः पूर्वस्मिन् उदाहरणस्य पुनः अत्र अस्ति. पटः घटवान् इति स्वीकुर्मः चेत् अत्र प्रमां प्रति अत्र सन्निकर्षद्वारा जनकत्वात् इत्युक्ते तत्र तां प्रति तस्य इति अस्ति खलु. तस्य इत्युक्ते कस्य? ज्ञानस्य किल अत्र? न न न न न तत्र चक्षुरिन्द्रियस्य खलु. इदानीं प्रमा इति ज्ञानं, तर्हि ताम् इति प्रमां खलु. तां प्रति इत्युक्ते प्रमा इति कार्यमस्ति. पटः घटवान् इति वदामः चेत् तत्र तेन इति कथनेन यत् ज्ञानम् आत्मनि उत्पादयति तद् ज्ञानं प्रति कारणं किम्? इन्द्रियम् इति एकं कारणं, तत् पूर्वम् उक्तम्. अपि च इन्द्रियसन्निकर्षः इति अपि कारणं खलु. तत्पूर्वं विद्याशङ्करमहोदयेन उक्तवान् व्यापारस्य विषये, इन्द्रियसन्निकर्षः इति कारणम्. इन्द्रियसन्निकर्षः एव व्यापारः इति भवति. चक्षुषा चक्षुः इति कारणं, चक्षुषा जायते अपि च प्रत्यक्षं च जनयति इति तद् व्यापारः इति अपि वयं दृष्टवन्तः. इति तदपि हा इति तदपि कारणं। तर्हि इदानीं तत्र यत् साधनमस्ति इत्युक्ते यत् कारणमस्ति, यत् कारणं व्यापारद्वारा कार्यं जनयति इत्युक्ते इदानीं चक्षुः इति चक्षुरिन्द्रियम् अथवा चक्षुः इति कारणं, तद् व्यापारः किम् इदानीं सन्निकर्ष चक्षुसंयोगः अथवा सन्निकर्षः इति व्यापारः खलु, व्यापारद्वारा कार्यं जनयति इति कृत्वा तादृशकारणम् करणम् इति उच्यते। यत् तत्र कार्यं ज्ञानम् अस्ति चेत् तस्य करणस्य ज्ञानं करणस्य नाम अस्ति प्रमाणम् इति। तर्हि इदानीं चक्षुरिन्द्रियम् इति प्रमाणं भवति। अपि चक्षुरिन्द्रियस्य सन्निकर्षः व्यापारः, व्यापारः चक्षुरिन्द्रियं प्रमाणं, चक्षुरिन्द्रियस्य सन्निकर्षः व्यापारः प्रमा इति कार्यं भवति, कार्यं भवति सत्यम्। अपि च तत्र एतदपि ज्ञातव्यं यत् तत्र चक्षुरा इत्युक्ते चक्षुः इति यदिन्द्रियमस्ति कारणमस्ति तस्य अपरनामपि अस्ति प्रत्यक्षम् इति, इत्युक्ते यद् ज्ञानं जनयति प्रमा तस्यापि प्रत्यक्षम् इति संज्ञा अस्ति, चक्षोः अपि चक्षुषः अपि प्रत्यक्षम् इति नामकरणं कृतम् अत्र। तदेव अन्तिमवाक्यमस्ति, इदमेव चक्षुरादिप्रत्यक्षम् इति उच्यते, तज्जन्यप्रमायाः अपि स एव संज्ञा। अत्र चक्षुरादि इत्युक्ते इन्द्रियमेव, सत्यं सत्यम्। अस्तु तर्हि अग्रे सरेम, अग्रे पठतु महोदय। अनुमिदित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति, तथापि तत्र पदार्थः उपायान्तरेण बुध्यते, यथा शब्दस्थले कश्चित् प्रामाणिकः ब्रवीति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति, श्रोतॄणामस्माकं न नदी न तीरं नापि वृक्षः फलानि वा चक्षुषा सम्बद्धानि, तथापि तद्वाक्यं श्रुत्वा तत्तत्पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः, प्रमा नद्यातीरे वृक्षे बहूनि फलानि सन्ति इति, अयं शब्दात् जायमानः इति शब्दबोधः इत्युच्यते, शाब्दबोधः इति उच्यते, तं प्रति च जनकत्वात् शब्दोऽपि प्रमाणम्। इदानीम् अनुमितिः विषये, अनुमितेः विषये एव अत्र वस्तुतः अत्र अनुमितिविषयः नास्ति खलु, शाब्दबोधविषयः। तत्र अनुमित्यादौ इति उक्तमस्ति प्रथमं, यतोहि अनुमित्यादौ इन्द्रियसन्निकर्षः नास्ति इति, परन्तु अत्र विषयः अस्ति शाब्दबोधस्य विषये। अत्र अत्र अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः अत्र न भवति। कुत्र न भवति? यदा अनुमितिः अथवा शाब्दबोधस्य विषये, अपि च उपमितिः खलु, प्रत्यक्ष प्रत्यक्षस्य विहाय अन्यत्र सर्वत्र, तदर्थमेव तत्र अनुमित्यादौ इति उक्तमस्ति, प्रत्यक्ष अनन्तरम् अनुमितिः, अनुमितिः उपमितिः शाब्दबोधः, तत्र त्रिषु अपि स्थलेषु इन्द्रियसन्निकर्षः न भवति, तथापि तत्र पदार्थज्ञानं तु भवति एव इति अत्र शाब्दबोधस्य दृष्टान्तः दत्तः। हा वदतु महोदय। अत्र पदार्थः उपायान्तरेण एव बुध्यते, अत्र शाब्दस्थले कश्चन वदति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति कश्चन वदति, श्रोतॄणाम् अस्माकं त नदी तीरं न वृक्षः फलानि चक्षुषा न, इत्युक्ते वयं शृणुमः एवं नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति, वयं न नदीं न दृष्टवन्तः, तीरं वा वृक्षः वृक्षं फलानि वा न दृष्टवन्तः, परन्तु तद् वाक्यं श्रुत्वा पदस्य अर्थं ज्ञात्वा अस्माकं मनसि यथार्थ बोधं भवति, इत्युक्ते अत्र तादृश ज्ञानमस्ति प्रमा इति, नद्यातीरे वृक्षे बहूनि फलानि सन्ति इति ज्ञानं मनसि भवति, अत्र शाब्दबोधज्ञानमिति अत्र उच्यते. तत्रापि शब्दजनकत्वात् शब्दम् अत्र प्रमाणं भवति अत्र तादृशज्ञानं प्रति इति शब्दमिति कारणं, कारणमेव प्रमाणं भवति. यथा पूर्वम् इन्द्रियमिति कारणम्, इन्द्रियं प्रमाणं भवति तद्वत्. अस्तु, अत्र व्यापारः, क्षम्यता, व्यापारः इत्युक्ते अत्र हा व्यापारः अत्र प्राचीनः प्रश्नः. प्रायः व्यापारः इति यदा न किञ्चित् चिन्तनीयं महोदय, मां महोदयेन उक्तं व्यापारः अत्र शब्दार्थस्मरणं, शब्दस्य अर्थं जानामि चेदेव ज्ञानं भवति किल. हा हा हा अस्तु, सम्यक्. अस्तु महोदय, भवान् एव अग्रे पठति वा? अनुमतिस्थले ज्ञातव्यः अनुमतिस्थले ज्ञातव्यः पर्वते वह्निः. पर्वते कदाचित् चक्षुसन्निकर्षः स्यात्, परन्तु न वह्निः चक्षुसन्निकृष्टः. पर्वते धूमस्तु अस्माभिः दृश्यते. धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणः सम्बन्धः, येन धूमे सति भवेत् एव वह्निः. तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्य अपि वह्नेः ज्ञानं भवति, तस्य असन्निकृष्टस्यापि वह्नेः ज्ञानं भवति. इदं ज्ञानमेव अनुमितिः इति उच्यते. सापि अपरा प्रमा, सा च वह्निधूमसम्बन्धज्ञानाधीना इति तत्सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति अपरं प्रमाणम्. उपमितिः इति अस्ति चतुर्थी प्रमा, तज्जनकं च उपमानं मूलनिरूपणे एव विस्तरेण निरूपयिष्यते. अत्र तृतीयं ज्ञानं तत्र प्रत्यक्षम् अपि च शाब्दबोधज्ञानम् इति उक्तं. तृतीयं ज्ञानमस्ति अनुमितिः. अनुमतिविषये बहु किमपि अस्माभिः पूर्वं चर्चितम्, अत्र संक्षिप्तरूपेण वदामः. अनुमितिस्थले ज्ञातव्यः पर्वते वह्निः इति अनुमितिज्ञानम्. पर्वते कदाचित् चक्षुसन्निकर्षः स्यात्, पर्वतं चक्षुषा ज्ञायते, तत्र प्रत्यक्षज्ञानं भवति. पर्वते चक्षुसन्निकर्षः इति व्यापारः भवति चेत् पर्वतस्य प्रत्यक्षज्ञानं भवति, परन्तु वह्नेः चक्षुसन्निकर्षः नास्ति. वह्निः साक्षात् चक्षुषा न दृश्यते. पर्वते धूमः अस्ति तदपि अस्माभिः दृश्यते. तर्हि प्रत्यक्षज्ञानेन पर्वतस्य ज्ञानम् अस्ति, पर्वते धूमः इति अस्माभिः ज्ञानम् अस्ति. अग्रे धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणः सम्बन्धः इति जानीमः इति ज्ञातव्यम्. इत्युक्ते वह्निधूमयोः विलक्षणसम्बन्धः अस्ति. कीदृशः सम्बन्धः इत्युक्ते व्याप्यव्यापकसम्बन्धः अस्ति तयोः मध्ये. कार्यकारणभावः अपि अस्ति, किन्तु मूले व्याप्यव्यापकसम्बन्धः अस्ति, येन धूमे सति वह्नि भवेत् एव इति अवश्यं ज्ञानम् अस्ति. तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य यः जानाति, यः जानाति वह्निधूमयोः व्याप्यव्यापकसम्बन्धज्ञानं, तस्य वा तस्याः वह्नेः असन्निकृष्टस्यापि ज्ञानं भवति. यद्यपि वह्निः सन्निकृष्ट चक्षुसन्निकृष्टः नास्ति, चक्षुषा साक्षात् वह्निः न दृश्यते, तथापि विलक्षणसम्बन्धः ज्ञानेन धूमं दृष्ट्वा पर्वते धूमं दृष्ट्वा वह्निः अस्ति एव इति ज्ञानं सम्यक् भवति. इदं ज्ञानमेव अनुमितिः इति उच्यते. तादृशज्ञानम् एतादृशज्ञानम् अनुमितिः इति वयं जानीमः. सा अपि अपरा प्रमा, वह्निः अपि प्रमा, प्रमाज्ञानम् इत्युक्ते प्रमा इत्युक्ते किं, पूर्वमुक्तं प्रमा इति सत्यं ज्ञानं, यत् यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा. तादृशज्ञानं व्याप्यस्य ज्ञानेन व्यापकस्य ज्ञानम् अनुमितिज्ञानं सम्यक् भवति. चतुर्थी प्रमा अस्ति उपमितिः. उपमितिः इति तच्चतुर्थी प्रमा. तज्जनकं च उपमानं मूलनिरूपणे एव विस्तरेण निरूपयिष्यते. उपमानम् इति पूर्वमुक्तं सादृश्यज्ञानम् इत्युक्ते एकस्य एकः विषयः अन्यस्य विषयस्य इव अस्ति, तत्र सादृश्यं किमपि अस्ति, समानत्वं किमपि अस्ति, तेन प्रमाणेन अपि ज्ञानं भवितुम् अर्हति. तत् तादृशज्ञानं तज्जनकम् अस्ति उपमानम्. उपमानम् इत्युक्ते सादृश्यं, सादृश्यविषयं. तेन उपमानेन उपमिति इति ज्ञानं भवति. तस्य मूलनिरूपणे विस्तारेण अग्रे अग्रे उच्यते. अग्रे महोदय. तथा च चतस्रः प्रमाः एव शास्त्रे अनुभवपदेन विवक्षिताः. द्वितीयः यः ज्ञानप्रकारः एतत् निरूपणादौ दर्शितः स्मृतिरूपः, सः अनेन अनुभवेन एव जन्यते. यं पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः. देशविशेषात् प्रत्यागताः जनाः चक्षुरादिन्द्रियैः सम्यक् गृहीतान् अर्थान् श्रुत्वा एव अस्मान् वर्णयन्ति. एवं विधानि उद्यानानि, पर्वतान्, नदीः च तत्र वयम् अद्राक्ष्म इति. चक्षुषा अदृष्टमपि अर्थम् अनुमानेन, शब्देन वा सम्यक् ज्ञात्वा स्मृत्वा च वदन्ति. पर्वतः आसीत् धूमाकीर्णः, कश्चित् अतः आसीत् वह्निमान् इति. एवं वृक्षे सन्ति बहुफलानि इति. तथा च एतावता चतस्रः प्रमाः उक्ताः. ते के इत्युक्ते प्रत्यक्षम् अनुमितिः, प्रत्यक्षं शाब्दबोधम्, अनुमितिः, उपमितिः इति. शास्त्रे अनुभवपदेन, यत्र अनुभवः इति ज्ञानम्, अनुभव इति ज्ञानं पदेन चतुर्विधज्ञानाः तस्मिन् अन्तर्भूताः. शास्त्रे चतुर्विधप्रमाः, चतस्रः प्रमाः अनुभव इति पदेन विवक्षिताः. द्वितीयः यः ज्ञानप्रकारः अस्ति, तत्र पूर्वमुक्तं ज्ञान लक्षणवाक्ये सा द्विविधा इति, स्मृतिः अनुभवः च. अनुभवः चतुर्विधाः इति दृष्टम् अग्रे द्वितीयः ज्ञानम् अस्ति, ज्ञानप्रकारः अस्ति स्मृतिरूपः इति पूर्वं किञ्चित् उक्तम्, अत्र अग्रे उच्यते. स्मृतिरूपः अनेन अनुभवेन एव जन्यते. स्मृतिरूप इति ज्ञानम् अनुभवेन एव भवति. कथम् इत्युक्ते यं पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः. ये ये पदार्थाः वयम् इन्द्रियेण दृष्टवन्तः ते एव तानेव वयं स्मरामः. देशविशेषात् प्रत्यागताः जनाः चक्षुरादि इन्द्रियैः सम्यक् गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति. यदि जनाः सन्ति, ते अन्यदेशं गच्छन्ति, ते प्रति आगच्छन्ति, ते जनाः तत्र अन्यदेशे किं किं दृष्टवन्तः, चक्षुरादि इन्द्रियैः किं किं श्रुतवन्तः, किं किं स्पर्शितवन्तः, तत्सर्वं सम्यक् गृहीतान् अर्थान् स्मृत्वा ते स्मरन्ति, श्रुत्वा एव अस्मान् वर्णयन्ति. ये ये तेन अनुभूताः, अनुभवज्ञानं यत् अस्ति, ये सन्ति, ते सर्वे गृहीतान्, सम्यक् गृहीतान् ते अस्मान् बोधयन्ति, अस्मान् वर्णयन्ति. यदि कथमिति स्विट्ज़र्लाण्ड् गत्वा उद्यानानि सन्ति, उद्यानानि सन्ति, पर्वताः सन्ति, नदीः च अस्ति इति, तत्र वयं ते दृष्टवन्तः इति अस्मान् ते बोधयन्ति. अत्र मूलविषयः अस्ति यद्यत् तेन दृष्टं प्रत्यक्षेन, प्रत्यक्षे वा प्रत्यक्षेन वा अनुमानेन वा शाब्दबोधेन वा उपमिति ज्ञानेन वा यत् तेन अनुभूतं ते एव स्मृताः स्मृतिरूपेण ते अस्मान् बोधयन्ति. चक्षुषा अदृश्यमपि अर्थम् अनुमानेन ते बोधयितुं शक्नुवन्ति. शब्देन तेन यत् श्रुतं तदपि अस्मान् बोधयन्ति. पर्वत आसीत् धूमाकीर्णः इति धूमवान् इति वह्निमान् आसीत् इति सर्वम् अनुमानज्ञानमपि तेन ये अन्यदेशं गतवन्तः ते यत् प्रत्यक्षेन दृष्टवन्तः वा अनुमानेन ज्ञातवन्तः वा शाब्दबोधेन ज्ञातवन्तः वा उपमानरूपेण उपमानज्ञानेन ज्ञातवन्तः वा तत्सर्वमेव ते अस्मान् स्मृत्वा बोधयितुं शक्नुवन्ति. तस्मात् जानीमः यत् यत् अनुभूतं ते तेन एव स्मृतिः जन्यते इति पर्यवसति. अग्रे महोदय सः भागः समाप्तः. अहमस्मि भगिनि. हा अस्तु भगिनि, अपि तर्हि पठतु भवती. विवरणं कर्तुं शक्नोमि अस्तु विद्याशङ्करमहोदयेन सहाय्ये किम् अनेन कथनेन आदौ प्रमाणौ प्रमाणैः अनुभवविषयीभूता एव पदार्थाः स्मृतिविषयाः भवन्ति. आदौ भूतले घटम् एव दृष्ट्वा न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति. एकक्षणं भगिनि, तावत् पर्यन्तं वदतु. किम् अनेन कथनेन ये सर्वे कथनेन किं वदन्ति इति न आदौ प्रमाणैः अनुभवविषयीभूता एव पदार्थाः स्मृतिविषयाः भवन्ति. अस्तु, आदौ प्रमाणौ ये सर्वे अनुभवम् अस्ति न ते सर्वे पदार्थाः स्मृतिविषयाः सन्ति. आदौ भूतले घटम् एव दृष्ट्वा न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति. अत्र भूतले घटं दृष्ट्वा हि कश्चित् भूतले घटं पटं द्वे अपि कथम् आयाति तदर्थमेव तत्र न इति अस्ति खलु. यदा घटमेव पश्यति चेत् तत्र भूतले घटं पटं द्वयमपि स्मर्तुं न प्रभवति. इत्युक्ते यः अनुभवविषयः अस्ति सः एव न भगिनि एकक्षणं, यः अनुभवविषयः अस्ति सः एव स्मृतिविषयः भवति. यथा पूर्वं विद्याशङ्करमहोदयेन उक्तवान् खलु, यद्वयं पश्यामः यदा पूर्वम् उद्यानं पश्यामः चेत् उद्यानम् इति अस्माकं स्मृतिविषयः भवति. उद्यानं न पश्यामः चेत् तत् स्मृतिविषयः न भवति. अस्तु, वह्निं वा पर्वते अनुमाय न हि पर्वते वह्निं घटं च स्मरति. न वा शब्दात् न एकक्षणं तद् वदतु वाक्यशः. वह्निं वा पर्वते अनुमाय न हि पर्वते वह्निं घटं च स्मरति. वह्निं पर्वते अस्ति चेत् अनुमाय न अनुमानं न कर्तुं शक्नुमः. भगिनि वह्निः पर्वते अस्ति, वह्निः पर्वते अस्ति इति अनुमानं कुर्मः चेत् इत्युक्ते अनुमानेन ज्ञानं भवति चेत् इत्युक्ते प्रथमवाक्यं तत्र भूतले घटमेव दृष्ट्वा इति प्रत्यक्षज्ञानं खलु. प्रत्यक्षज्ञानेन यदा वयं भूतले घटः अस्ति इति पश्यामः चेत् भूतले घटं पटं द्वयमपि अस्ति इति न स्म्रियते. तद्वत् पर्वते वह्निः अस्ति इति अनुमानं भवति चेत् पर्वते वह्निः अस्ति घटमपि अस्ति इति अस्माभिः न इति तत्र अनुमानस्य प्रसङ्गे अपि तथा इत्युक्ते तत्र प्रत्येकस्य उदाहरणं दीयते अत्र तावदेव. अस्तु तेन यः अनुभवस्य विषयः न भगिनि न वा शब्दात् फलवन्तं वृक्षम् क्षम्यतां न वा शब्दात् फलवन्तं वृक्षं ज्ञात्वा तम् एव पक्षिफलोभयविशिष्टं वा स्मरति. विशिष्टं वा स्मरति. अस्तु अस्तु शब्दात् फलवन्तं वृक्षं ज्ञात्वा फलवन्तं वृक्षम् इत्युक्ते किं वृक्षे फलानि सन्ति इति कश्चन वदति चेत् शब्दात् इत्युक्ते कश्चन वदति खलु कश्चन वदति चेत् ज्ञात्वा पक्षि फल उभयविशिष्टं वा स्मरन्ति. तं न स्म पक्षी अस्ति इति न स्मृति अस्ति केवलं फलस्य एव फलं फलास्ति इति फलानि सन्ति इति तेन यः अनुभवस्य विषयः स एव स्मृतेः अपि विषयः न अन्यः इति सिद्ध्यति. अस्तु तदेव इदानीं वक्तुं न तत् तत् अनुभवस्य विषय एव स्मृतिः अस्ति अन्यविषयस्य सिद्धं न करोति. न अन्यः इत्युक्ते यस्य विषयस्य अनुभवः नास्ति विषयः न भवति न्यायभाषया इदम् एव अनुभवविषय विषयिणी स्मृतिः इति व्यवहरामः. अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेनैव निश्चिनुमः. अस्तु तत्तु न्यायभाषया इदं तु अनुभवविषयविषयिणी स्मृतिः इति इति ज्ञातुं शक्नुमः व्यवहरामः. इत्युक्ते तत्र अनुभवविषयविषयिणी इत्युक्ते अनुभवस्य विषयः यः अस्ति सः एव स्मृतेः विषयः भवति इति कृत्वा स्मृतेः अपरं नाम अस्ति अनुभवविषयविषयिणी इति स्मृतेः विषयः. स्मृतेः अनुभवः न भगिनि अनुभवस्य विषयः अनुभवस्य विषयः एव स्मृतेः विषयः भवति इति कृत्वा स्मृतेः अपरनाम अस्ति अनुभवविषयविषयिणी इति. ओके अस्तु अस्तु अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेन एव निश्चिनुमः. तत्तु स्मृतिविषयं अनुभव एव विषयीकुर्वन् स्मृतिं विषयीकुर्वन् इति प्रतिकारणम् इति निश्चयं कुर्मः. न इत्युक्ते अनुभवेन यः विषयः भवति तदेव स्मृतेः विषयः भवति इति कृत्वा अनुभवः एव अनुभवः इति स्मृतेः कारणं भवति इति वयं वक्तुं शक्नुमः इति वदामः इति अत्र अनुभवः स्मृतेः कारणम् इति अत्र पर्यवसितम् अनुभवः अपि उक्तवान् स्मृतेः कारणम् इति अत्र आगतम्. तर्हि अत्र अद्य वयं स्थगयामः. अत्र किञ्चित् चिन्तयन्तु, प्रश्नः अस्ति चेत् आगामिकक्षायां चर्चयित्वा अग्रे सयम. अस्तु भगिनि, धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि, शुभरात्रिः.